लक्ष्मीं नमाम्यहम् विजयलक्ष्मीं नमोस्तुते विजयलक्ष्मीं नमोस्तुते विजयलक्ष्मीं नमोस्तुते विजयलक्ष्मीं नमोस्तुते सर्वशक्तिस्वरूपाञ्च सर्वसिद्धिप्रदायिनीं सर्वेश्वरीं श्रीदेवीं विजयलक्ष्मीं नमाम्यहम् विजयलक्ष्मीं नमोस्तुते विजयलक्ष्मीं नमोस्तुते विजयलक्ष्मीं नमोस्तुते विजयलक्ष्मीं नमोस्तुते अष्टलक्ष्मी समाहार स्वरूपांताम हरिप्रियाम मोक्षलक्ष्मीं महालक्ष्मीं सर्वलक्ष्मीं नमाम्यहम् सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते अष्टलक्ष्मी समाहार स्वरूपांताम हरिप्रियाम मोक्षलक्ष्मी महालक्ष्मी सर्वलक्ष्मी नमाम्यहम् सर्वलक्ष्मी नमोस्तुते सर्वलक्ष्मी नमोस्तुते सर्वलक्ष्मी नमोस्तुते सर्वलक्ष्मी नमोस्तुते अष्टलक्ष्मी समाहार स्वरूपांताम हरिप्रियाम मोक्षलक्ष्मी महालक्ष्मी सर्वलक्ष्मीं नमाम्यहम् सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते अष्टलक्ष्मी समाहार स्वरूपांताम हरिप्रियाम मोक्षलक्ष्मी महालक्ष्मी सर्वलक्ष्मीं नमाम्यहम् सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते सर्वलक्ष्मीं नमोस्तुते दशमध्यामश्वपूर्वां गजनाथ प्रबोधिनीं साम्राज्य प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते दशमध्यामश्वपूर्वां गजनाथ प्रबोधिनीं साम्राज्य प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते रथमध्यामश्वपूर्वां गजनाथ प्रबोधिनीं साम्राज्य प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते रथमध्यामश्वपूर्वां गजनाथ प्रबोधिनीं साम्राज्य प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते

भक्तानां विनीतानां धैर्यलक्ष्मीं नमाम्यहम् धैर्यलक्ष्मीं नमोस्तुते धैर्यलक्ष्मीं नमोस्तुते धैर्यलक्ष्मीं नमोस्तुते धैर्यलक्ष्मीं नमोस्तुते स्वरूपेण पशुभृत्यात्मना स्वयं संतानदायिनीं देवीं संतानलक्ष्मीं नमाम्यहम् संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते पुत्रपौत्रस्वरूपेण पशुभृत्यात्मना स्वयं संतानदायिनीं देवीं संतानलक्ष्मीं नमाम्यहम् संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते पुत्रपौत्रस्वरूपेण पशुभृत्यात्मना स्वयं संतानदायिनीं देवीं संतानलक्ष्मीं नमाम्यहम् संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते पुत्रपौत्रस्वरूपेण पशुभृत्यात्मना स्वयं संतानदायिनीं देवीं संतानलक्ष्मीं नमाम्यहम् संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संतानलक्ष्मीं नमोस्तुते संधात्री बुद्धिसिद्धिप्रदायिनी अमृतत्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विविध विद्यां संधात्री बुद्धिसिद्धिप्रदायिनी अमृतत्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विविध विद्यां संधात्रीं बुद्धिसिद्धिप्रदायिनी अमृतत्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विविध विद्यां संधात्रीं बुद्धिसिद्धिप्रदायिनीं अमृतत्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते विद्यालक्ष्मीं नमोस्तुते सौशील्यां सुखसंपत् प्रदायिनीं जगन्मातरं सुलभां